नमो नमः। तर्हि इदानीम् अग्रे गच्छेम। गतसप्ताहे वयं विरोधातकाः शब्दाः अस्माभिः दृष्टाः, अद्य ततः अग्रे गच्छेम। अग्रिमाध्यायः अस्ति अपेक्षया। अपेक्षया एतत् पुस्तकं लघु अस्ति, एतत् पुस्तकं बृहत् अस्ति, एतस्य पुस्तकस्य अपेक्षया एतत् पुस्तकं बृहत् अस्ति, एतस्य पुस्तकस्य अपेक्षया एतत् पुस्तकं लघु अस्ति। काकः काकस्य अपेक्षया शुनकः शुकः सुन्दरः, शुकः सुन्दरः अस्ति। केरलस्य अपेक्षया कर्णाटकं बृहत् अस्ति। महोदय उत्तिष्ठतु, उत्तिष्ठतु, भवानपि उत्तिष्ठतु। कः उन्नतः अस्ति अत्र गच्छतु। भगिनी वदतु वाक्यं, कस्य अपेक्षया कः उन्नतः अस्ति? अभिनवस्य अपेक्षया सुब्रह्मण्यमहोदयः उन्नतः अस्ति। उपविशतु। अभिनवस्य अपेक्षया सुब्रह्मण्यमहोदयः उन्नतः अस्ति। पाकिस्तान् देशस्य अपेक्षया भारतदेशः बृहत् अस्ति। अजस्य अपेक्षया गजः स्थूलः अस्ति। रामायणस्य अपेक्षया महाभारतं बृहत् अस्ति। अर्जुनस्य अपेक्षया एकलव्यः उत्तमधनुर्धनः अस्ति। भीमः दुर्योधनस्य अपेक्षया बलवान्। रावणस्य अपेक्षया रामः पराक्रमी। अस्तु, इदानीम् अभ्यासं कुर्मः। अत्र गोविन्दः अरुणः बुद्धिमान्, तत्र वाक्यं रचयतु। गोविन्दस्य अपेक्षया अरुणः बुद्धिमान् अस्ति। समीचीनम्। राकेशः नवीनः बलवान्। राकेशस्य अपेक्षया नवीनः बलवान् अस्ति। अनीता लीला उन्नता। अनीतायाः अपेक्षया विनीता लीला उन्नता अस्ति। अत्र अस्ति समीचीनम् अस्ति, तत्र विकल्पः अस्ति। अस्ति चेदपि समीचीनं, नास्ति चेदपि समीचीनं। विकल्पः भवितुमर्हति, नापि भवितुमर्हति। नाम अत्र राकेश अनितायाः अपेक्षया लीला उन्नता इति वाक्यम्। अनितायाः अपेक्षया लीला उन्नता अस्ति, तदपि समीचीनम्। अस्ति इत्यस्य आवश्यकता नास्ति तत्र। अस्तु, इदानीं मोहनः सञ्जीवः गुणी। मोहनस्य अपेक्षया सञ्जीवः गुणः अस्ति। गुणी अस्ति। गुणी अवगच्छति वा? गुणी यस्य गुणः सः गुणी, यस्य धनः सः धनी, खलु? अस्तु, तर्हि अत्र पुनः वदतु, मोहनः सञ्जीवः गुणी मोहनस्य अपेक्षया सञ्जीवः गुणी गुणी हा राधाकृष्णः कुमारः चतुरः राधाकृष्णस्य अपेक्षया कुमारः चतुरः सीता लता सुन्दरी सीतया अपेक्षया सीतायाः अपेक्षया लता गुणी सुन्दरी अनन्तरं पाकिस्तान् भारतं विशालम् पाकिस्तानस्य अपेक्षया भारतं विशालम् हा समीचीनमस्ति अनन्तरं विशालम् अस्ति विशालम् अस्ति विकल्पेन भवति विकल्पेन इच्छति चेत् वदतु नाच्छति चेत् नाम रावणः रामः पराक्रमी रावणस्य अपेक्षया रामः पराक्रमी अर्जुनः एकलव्यः धनुर्विद्यायां निपुणः अर्जुनस्य अपेक्षया एकलव्यः धनुर्विद्यायां निपुणी निपुणः इति एव निपुणः तत्र सामान्यविशेषणम् उन्नतः तत्र उन्नतः दीर्घः सुन्दरः तत्र वयम् अकारान्तविशेषणं जानीमः दीर्घ सुन्दर उन्नत अकारान्तविशेषणमस्ति तत्र पुरुषः उन्नतः महिला उन्नता यानम् उन्नतम् भवनम् उन्नतम् बालिका उन्नता बालकः तत्र अकारान्त यस्य पदस्य अन्तिमवर्णः अकारः क्षम्यताम् अकारः तत्र अकारान्तपदम् इदानीं गुणी धनी तद् भिन्नमस्ति वयम् अग्रे गत्वा वयं ज्ञास्यामः अस्माकं ज्ञानं भविष्यति तत्र यतोहि तत्र उन्नतः विशेषणम् अवगच्छति खलु उन्नतः विशेषणं गुणः विशेषणमस्ति वा सः उन्नतः सः गुणः वयं वक्तुं शक्नुमः वा अथवा धनं सः धनं सः बालकः धनं वयं वक्तुं शक्नुमः असमीचीनं किं सः बालकः धनं समीचीनमस्ति वा किमर्थम् असमीचीनं किमर्थम् हा हा तत् तदपि नाम बालकस्य पुस्तकं बालकं धनं तु वयं वक्तुं न शक्नुमः खलु कारणं किमिति चेत् अत्र उन्नतः दीर्घः तत्र दीर्घशब्दः गुणवाचकशब्दः गुणवाचकः उन्नतः तत्र औन्नत्यम् इति भावः यस्मिन् औन्नत्यमस्ति सः उन्नतः तो इदानीं धनं गुणवाचकः नास्ति अतः तत्र शब्दः भिन्नः भवति. यस्मिन् औन्नत्यं भवति सः उन्नतः, यस्मिन् धनं भवति सः धनी, यस्मिन् गुणः भवति सः गुणी. सत्यं पराक्रमी. हा, यस्मिन् पराक्रमः अस्ति सः पराक्रमी. हा, अत्र अग्रे गत्वा वयं ज्ञास्यामः. अत्र दीर्घः, दीर्घ गुण स्थूल, तत्र अकारात् शब्दः अस्ति. किन्तु वस्तुतः गुणी इति नकारान्तपदमस्ति. गुणिन् यथा विद्यार्थी, विद्यार्थिन्. एतत् सर्वम् अग्रे, चिन्ता नास्ति. अस्तु, इदानीं कृशः, स्थूलः, पुरतः, नूतनः, पुरातनः, क्षम्यताम्, नूतनः पुरातनः, स्थूलः, कृशः, वाक्यं रचयतु. नूतन किं कस्य अपेक्षया, किं कस्य अपेक्षया? नूतनः, पुरातनः, कृशः, स्थूलः इति वदन्तु. भारतस्य अपेक्षया बाङ्ग्लादेशः नूतनः. समीचीनम्. अनन्तरं पुनः महाभारतस्य अपेक्षया रामायणं पुरातनमस्ति. समीचीनम्. अनन्तरं गजस्य अपेक्षया, गजस्य अपेक्षया कुक्कुरः कृशः अस्ति. समीचीनम्. अनन्तरं कुक्कुरः अपेक्षया गजः स्थू, कुक्कुरस्य अस्ति. पुनः वदतु. कुक्कुरस्य अपेक्षया गजः स्थूलः अस्ति. समीचीनमस्ति. पुस्तके पश्यामः अत्र उदाहरणं भगिनी पठतु कृपया. विजयस्य अपेक्षया विनयः उन्नतः. प्रथमं करोतु. मधुसूदनस्य अपेक्षया समीरः चतुरः. समीचीनं. द्वितीयम्. रामायणं बृहत् काव्यम्. रघुवंशः अपेक्षया रामायणं बृहत् काव्यम्. किन्तु अत्र सावधानं यत् यस्य अपेक्षया तस्य षष्टिविभक्तिः भवति. षष्टिविभक्तिः भवति. वारं भवान् वदति पुनः वदतु. रघुवंशस्य अपेक्षया रामायणं बृहत् काव्यम्. समीचीनम्. अग्रे. मम गृहस्य अपेक्षया भवतः गृहं विशालम्. समीचीनम्. अग्रे. बेङ्गलूरुनगरस्य अपेक्षया मैसूरुनगरं सुन्दरम्. अस्तु. अग्रे भगिनि. लेखनस्य अपेक्षया भाषणं सुलभम्. अग्रे. उमायाः अपेक्षया अपर्णा कृशा. अस्तु, अवगतं खलु? स्पष्टमस्ति सर्वं? तर्हि यत्र तुलना भवति, यत्र तुलना भवति तत्र एवम् अपेक्षया इति वदामः. अपेक्षया तस्मात् पूर्वं षष्टिविभक्तिः भवति. एतस्य अपेक्षया, आसन्दस्य अपेक्षया पुरुषः उन्नतः. सस्यस्य अपेक्षया वृक्षः उन्नतः. वृक्षस्य अपेक्षया सस्यं लघु. सुलभं कठिनं बृहत् लघु नूतनं पुरातनं कृश स्थूल यत्किमपि स्वस्य मनसि समीचीनम्. आङ्ग्लभाषायाः अपेक्षया संस्कृतं कठिनम्. समीचीनम्. अनन्तरं सम्यक् भवितुमर्हति. भगिनी नमस्कारः. नमस्कारः. सर्वं कुशलं वा? अस्तु. अस्माकम् अभ्यासः भवति अपेक्षया इति विषये. अपेक्षया अत्र यूनिट् 30.1 वदन्तु. एकम् इतोपि एकं वाक्यं वदन्तु. लेखिन्य अपेक्षया दण्डं दृढम्. हा समीचीनम्. दण्डः लेखन्याः अपेक्षया दण्डः दृढः. तत्र विशेषणविशेष्य भावः इति वदामः. विशेषणविशेष्य भावः यस्य नाम विशेषस्य लिङ्गं पुल्लिङ्गं चेत् तत्र विशेषणस्य लिङ्गमपि तथा. दण्डः दृढः. अग्रे वाक्यं. चन्द्रस्य अपेक्षया सूर्यः प्रकाशः तेजं तेजः. अस्तु तेजः. सो भगिनी अत्र वयं षष्टिविभक्ति वदामः. षष्टि तत्र बालकस्य अपेक्षया पिता उन्नतः. पुरुषस्य अपेक्षया शिशुः लघुः. अपेक्षया यत्र तुलना भवति तत्तुलना. भारतदेशस्य अपेक्षया अमेरिकदेशः नूतनः. अमेरिकदेशस्य अपेक्षया भारतदेशः अमेरिकदेशस्य अपेक्षया भारतदेशः नूतनः. भारतदेशस्य अपेक्षया अमेरिकदेशः पुरातनः इति एकदृष्ट्या खलु. न देशः नाम 1947 खलु. यदा देशः देशः जातः संस्कृतिः. अस्तु अमेरिकादेशस्य संस्कृत्याः अपेक्षया भारतदेशस्य संस्कृतिः पुरातना इति भवति. शीघ्रं यत्किमपि. एतस्य प्रकोष्ठस्य अपेक्षया सः प्रकोष्ठः बृहत्. जनसंख्या समुद्रस्य अपेक्षया नद्यां जलं किञ्चित् अस्ति. नद्यां जलं नद्याः अपेक्षया समुद्रे जलम् अधिकमस्ति. अनन्तरं सर्वे वदन्तु एकवारम्. संध्या भगिनी वदति वा? अपेक्षया शिकागो नगरस्य अपेक्षया वाशिङ्ग्टन् नगरं लघुः. हा वाशिङ्ग्टन् सत्यं. हा लघु लघुः इति लघु. अस्तु. हा अस्तु. अग्रिमविषयः यत्र तत्र इति विषयः. अत्र अत्र धनस्यूतः अस्ति, धनस्यूतः धनस्यूतः अस्ति. अहं यत्र यत्र गच्छामि तत्र तत्र धनस्यूतं नयामि. यत्र गच्छामि, अहं यत्र गच्छामि तत्र संस्कृतेन एव वदामि. अहं यत्र गच्छामि तत्र संस्कृतेन एव वदामि, आङ्ग्लभाषया न वदामि यत्र यत्र गच्छामि. अस्तु. माता गच्छति, माता यत्र गच्छति तत्र शिशुं नयति, शिशुं नयति शिशुः. मानवः यत्र यत्र अन्यं मानवं पश्यति तत्र तत्र नमस्कारं करोति. मानवः यत्र यत्र अन्यं मानवं पश्यति तत्र तत्र नमस्कारं करोति. यत्र यत्र कोलाहलः भवति तत्र तत्र आरक्षाः धावन्ति. यत्र यत्र द्विवारम् इत्यस्य आवश्यकता नास्ति. यत्र यत्र इत्युक्ते सर्वत्र. यत्र इति केवलं यत्र. यत्र कोलाहलः भवति तत्र आरक्षाः आरक्षकाः धावन्ति. अस्तु. अहम् उदाहरणं वदामि, भवन्तः वाक्यं रचयन्तु. अस्तु. दीपः अन्धकारः यत्र, वदतु. समीचीनं. मधुरं पिपीलिकाः. यत्र मधुरम् अस्ति तत्र पिपीलिकाः गच्छन्ति. समीचीनं. मन्दिरं जनाः. यत्र मन्दिरम् अस्ति तत्र जनाः गच्छन्ति. समीचीनम्. अस्तु महोदय, विश्वनाथ महोदय. सङ्गीतसभा जनाः. यत्र सङ्गीतसभा अस्ति तत्र जनाः सन्ति. जनाः आगच्छन्ति अथवा आगच्छन्ति तत्र आगच्छन्ति. अस्तु. अस्तु. सन्ध्या भगिनी, दीपः कीटाः. कीटाः प्रायः न जानन्ति खलु. कीटः कीटः. दीपः कीटः. कीटाः गच्छन्ति. अस्तु. उद्यानं जनाः. यत्र उद्यानम् अस्ति तत्र जनाः सन्ति अथवा सञ्चरन्ति. मन्त्री सेवकाः. मन्त्रिसेवकाः. यत्र मन्त्रिमहोदय आगच्छति तत्र सेवकाः अनुसरन्ति. समीचीनम्. अरण्यं वृक्षाः. किं जटिलमस्ति वा अरण्यं वृक्षाः? साधारणवाक्यं यत्किमपि. यत्र अरण्यं भवति तत्र वृक्षाः सन्ति. समीचीनम्. पूजा घण्टानादः. यत्र पूजा भवति तत्र घण्टाः सज्जाः अस्ति. घण्टानादः रामः आञ्जनेयः आञ्जनेयः इति कश्चन अस्ति न जानाति वा भवान् वदतु अस्तु वृष्टिः सस्य संवृद्धिः यत्र वृष्टिः अस्ति तत्र सस्यस्य संवृद्धिः उत्तमम् अस्ति समीचीनम् अस्तु भोजनं जनाः यत्र भोजनम् अस्ति तत्र जनाः गच्छन्ति समीचीनं पुष्पं भ्रमरः अथवा भ्रमराः यत्र पुष्पं विकसन्ति तत्र भ्रमराः सचरन्ति गच्छन्ति अस्तु यत्र अतिवृष्टिः यत्र अतिवृष्टिः अस्ति यत्र अतिवृष्टिः अस्ति तत्र भोजनं नास्ति अतिवृष्टिः तत्र भोजनम् अतिवृष्टिः अधिकवृष्टिः यत्र यत्र अतिवृष्टिः अस्ति तत्र किं भवति किं किं भवति सस्यानि नष्टानि भवन्ति अन्यत् किं किं किं भवति यत् अतिवृष्टिः अस्ति वाक्यं वदतु यत्र अतिवृष्टिः भवति तत्र मक्षिकाः भवन्ति अनन्तरं वर्धन्ति जनाः दुःखिताः जनाः दुःखिताः भवन्ति यत्र अतिवृष्टिः भवति तत्र जनाः दुःखिताः भवन्ति महती हानिः बाणस्य संस्कृत यत्र वृष्टिः अस्ति तत्र महती हानिः अस्ति भवति निर्वाचनं जानन्ति वा निर्वाचनं यत्र निर्वाचनं भवति तत्र किं किं भवति जनानां सम्मर्दः भवति आरक्षकाः यानानि कोलाहलः तत्र प्रचारः वाक्यं वदतु यत्र निर्वाचनम् अस्ति तत्र प्रचारः अस्ति निर्वाचनं जानाति वा निर्वाचनं यत्र राजनीतिज्ञाः राजनीतिक्षेत्रे इलेक्षन् इति अर्थः इलेक्षन् कोलाहलः अन्यत् किमपि अन्यत् तत्र वृद्धाः निर्वाचनं यत्र आगच्छति यत्र अस्ति तत्र वृद्धाः आगच्छन्ति प्रायः न स्यात् ये बहु वृद्धाः सन्ति चलितुमपि न शक्नुवन्ति तर्हि किं भवति आगच्छन्ति सम्मर्दः भवति तत्र सम्मर्दः भवति खलु बहवः जनाः कोलाहलः अस्ति अतः आगन्तुं न शक्नुवन्ति यत्र विश्वविद्यालयः भवति तत्र किं भवति विश्वविद्यालयः यत्र भवति सन्ति भवनाः सन्ति भवनानि सन्ति अनन्तरं क्रीडाङ्गणमस्ति अन्यत् किं किं भवति यत्र विश्वविद्यालयः अस्ति क्रीडास्पर्धा भवति अनन्तरं सन्ध्या भगिनी विश्वविद्यालयः यत्र अस्ति तत्र समीचीनं ग्रन्थालयः ग्रन्थालयः अस्ति अनन्तरं किमस्ति आरक्षकाः भवन्ति वा किञ्चित् आरक्षकाः सन्ति अस्तु अनन्तरं कृष्णफलकं भवति वा अनन्तरम् अध्ययनं भवति वा तु अहं किमर्थं वदामि भवन्तः वदन्तु चिन्तयन्तु वदन्तु अभ्यासं कुर्वन्तु मम अभ्यासस्य आवश्यकता नास्ति वाक्यं यत्र यत्र विश्वविद्यालयः अस्ति बहु इति वदतु बहु प्रयोगशालाः सन्ति अन्यत् किं छात्रावासः भवति वा वदतु यत्र विश्वविद्यालयः अस्ति तत्र छात्रावासः न छात्रावासाः आवासः छात्रप्रसावासः छात्रावासः परीक्षाः भवन्ति वा आम् परीक्षन् भवन्ति तत्र अध्यापकाः पाठयन्ति अस्तु अस्तु तर्हि अत्र यत्र यत्र इति अस्य अभ्यासः अस्ति तत् पश्येम सुमन्यमहोदय कृपया पठतु एतेषां पदानां सहायेन अन्यानि वाक्यानि लिखतु यथा शर्करा पीपलिकाः यत्र शर्करा पिपीलिकाः यत्र शर्करा तत्र पिपीलिकाः भवन्ति द्वितीयं दीपः प्रकाश वाक्यवर्चयतु वाक्यं यत्र दीपः अस्ति तत्र प्रकाशः भवति अस्तु सन्ध्या भगिनी द्वितीयम् यत्र क्रीडा अस्ति तत्र बालकाः सन्ति अस्तु विश्वनाथमहोदय अग्रे यत्र विद्युद्दीप विदूषकः अस्ति तत्र विनोदः सन्ति विनोदः सन्ति एकवचने अस्ति विनोदः विदूषकाः बहुवचने भवितुमर्हति यत्र विदूषकाः सन्ति तत्र विनोदः अस्ति अस्तु यत्र आपणः अस्ति तत्र ग्राहकः अस्ति तत्र ग्राहकाः सन्ति अस्तु यत्र अग्रे पठतु द्वितीयं वाक्यं पठित्वा तत्सम्बद्धं प्रथमवाक्यं लिखतु यत्र भवान् गच्छति तत्र अहमपि आगच्छामि मन्त्रम् तत्र अहं क्रीडामि तत्र भवान् अपि क्रीडतु. हा समीचीनमस्ति. अस्तु सन्ध्या भगिनी अग्रे भवती मा गच्छतु. यत्र यत्र वयं यत्र अहं गच्छामि तत्र भवती मा गच्छतु. अस्तु अस्तु अस्तु. यत्किमपि भवितुमर्हति स्म, यथा यत्र हा यत्र व्याघ्रः गच्छति तत्र मागच्छतु. अनन्तरं किं भवितुमर्हति? यत्र कृष्णसर्पः गच्छति तत्र भवती मा गच्छतु. यत्र अहं कार्यं करोमि तत्र मा गच्छतु. अस्तु भगिनी अग्र अग्रिमम् देवालयः अस्ति. यत्र देवालयः अस्ति तत्र सर्वे अपि गच्छन्ति. समीचीनम्. अथवा यत्र भोजनं निःशुल्कं भवति? भोजनं निःशुल्कम् इत्युक्ते निःशुल्कं नाम शुल्कः नाम धनस्य दानस्य आवश्यकता यत्र न भवति. निःशुल्कं शुल्कं नाम यत्र धनं दातव्यं भवति. यत्र भोजनं निःशुल्कं नाम खादनार्थं भोजन धनस्य दानस्य आवश्यकता नास्ति. यथा एस् एस् वि टि मन्दिरे भोजनार्थं धनं दातव्यं वा? नास्ति वा? सामान्यतया धनं दातव्यमस्ति खलु. अतः धनं तत्र भोजनं तत्र निःशुल्कं नास्ति. किन्तु निःशुल्कं भवति चेत् यत्र भोजनं निःशुल्कं भवति तत्र बहवः जनाः आगच्छन्ति, जनसमर्दः भवति. अस्तु अनन्तरं अन्तिमम् यत्र अरण्यमस्ति तत्र वासं मा करोतु. समीचीनम्. अस्तु इदानीं कथां पश्यामः. कथाम् अस्तु तर्हि सुब्रह्मण्यमहोदय आरम्भं करोतु. नष्टा मन्दविसर्पिणी. कश्चन महाराजः आसीत् तस्य शय्यायां मन्दविसर्पिणी नाम यूका वसति स्म. स यूका महाराजस्य रक्तम् आस्वादयन्ती सुखेन जीवति स्म. अस्तु नष्टा मन्दविसर्पिणी. अत्र कश्च महाराजः आसीत् तस्य शय्यायां. शय्या इत्युक्ते यत्र शयनं कुर्मः. शयनं यत्र निद्रां कुर्मः, तत्र शय्या इति. शय्या अवगच्छति वा? अस्तु तर्हि अत्र कस्य शय्यायां? महाराजस्य शय्यायां मन्दविसर्पिणी नाम यूका वसति स्म. यूका इति कश्चन कीटः अस्ति. कीटः अस्ति. अत्र यः शय्यायां यः कीटः अस्ति तत्र बहु काठिन्यं भवति यदि शरीरे आगच्छति. एवं यूका सर्वे अवगच्छन्ति वा? भगिनी अस्तु. मन्दविसर्पिणी नाम यूका वसति स्म. सा यूका महाराजस्य रक्तम् आस्वादयन्ती सुखेन जीवति स्म. इदानीं यथा जनः पठति, पुरुषः पठति गच्छति. अहम् उक्तवान् तस्मिन् दिने यत् पुरुषः पठन् गच्छति एकस्मिन् समये यत् करोति पठन् गच्छति इदानीं पुरुषः पठन् गच्छति महिला पठन्ती गच्छति महिला तर्हि स्त्रियाम् अत्र आस्वादयन्ती इति एकस्मिन् समये रक्तम् आस्वादयति स्म अपि च सुखेन जीवति स्म कार्यद्वयमस्ति एकस्मिन् समये अस्तु आस्वादयन् सुखेन जीवति स्म अस्तु सन्ध्या भगिनी अग्रे एकदा अग्निमुखः नाम कश्चित् मत्कुनः तां शय्यायाम् आगतवान् तं दृष्ट्वा मन्दविसर्पिणी उक्तवती भोः मत्कुना भवान् किमर्थम् अत्र आगतवान् भवता अत्र न स्थातव्यम् शीघ्रमेव इतः गच्छतु इति समीचीनम् एकदा जानन्ति खलु एकदा अग्निमुखः नाम कश्चित् मत्कुनः तां शय्याम् आगतवान् अत्र यूका इति एका गीता अस्ति अपि च तत्र मत्कुनः इति अन्यप्रकारकः यूका इति लौस् मत्कुनः इति बेड्बग् अस्तु कश्चित् मत्कुनः तां शय्याम् आगतवान् तं दृष्ट्वा मन्दविसर्पिणी उक्तवती भोः मत्कुन भवान् किमर्थम् अत्र आगतवान् भवता अत्र न स्थातव्यम् भवता अत्र न स्थातव्यम् इति कर्मणि प्रयोगः अवगतं वा कर्मणि अहम् उक्तवान् तस्मिन् दिने भवान् तत्र न तिष्ठेत् इति कर्तरिप्रयोगः भवान् तत्र न तिष्ठेत् अत्र भवता अत्र न स्थातव्यम् इति कर्मणि प्रयोगः तस्मिन्नेव अर्थे शीघ्रमेव इतः गच्छतु इति अभिनवमहोदय अग्रे तदा अग्निमुखः उक्तवान् आर्ये अहं बहुजनानां रक्तम् आस्वादितवान् परन्तु कुत्रापि मधुरं रक्तं न लब्धं भवती अनुमतिं ददाति चेत् एतस्य महाराजस्य मधुरं रक्तं पीत्वा मम जीवनं सार्थकं करोमि इति प्रायः सर्वे अवगच्छन्ति वा अत्र प्रश्नः अस्ति वा तदा अग्निमुखः उक्तवान् आर्ये इति कीदृशरूपम् अस्ति किन्तु कीदृशरूपम् आर्ये इति विभक्तिः अथवा सम्बोधनमस्ति अस्माकं वयं दृष्टवन्तः अत्र अस्मिन् पुस्तके यत् लता इति अस्मिन् सम्बोधने लते इति भवति, श्रियां लते भवति. हा, पुल्लिङ्गे एवं रामः इत्यस्य राम, सीता इत्यस्य सीते. तर्हि अत्र आर्या, आर्या इति सम्बोधने आर्ये. अहं बहुजनानां रक्तम् आस्वादितवान्. अत्र रक्तमित्यस्य का विभक्तिः? द्वितीय. किमर्थं द्वितीय विभक्तिः? हा सत्यं, रूपं तथा, किन्तु कर्मपदमस्ति, कर्मपदमस्ति, अतः द्वितीय विभक्तिः कर्मपदमस्ति. अहं बहुजनानां रक्तम् आस्वादितवान्, परन्तु कुत्रापि मधुरं रक्तं न लब्धम्. अवगतं वा? सन्ध्या भगिनी अवगच्छति? अस्तु. भवती अनुमतिं ददाति चेत् एतस्य महाराजस्य मधुरं रक्तं पीत्वा मम जीवनं सार्थकं करोमि. स्पष्टमस्ति? अस्तु, विश्वनाथमहोदय अग्रे. मन्दविसर्पिणी उक्तवती, भो अग्निमुख, अहम् अनुमति ददामि, अनुमतिं ददामि, परन्तु महाराजः यदा निद्रावशः भवति तदा अहं प्रथमं तस्य रक्तं पिबामि, तदनन्तरम् एव भवता रक्तं पातव्यं. भवता रक्तं पातव्यं त्वरा न करणीयम्. अस्तु, सर्वे अवगच्छन्ति वा? अत्र बहुत्र एकं रूपमस्ति, यथा पूर्वमासीत् स्थातव्यम्, अनन्तरं पातव्यम्, अनन्तरं करणीया, सर्वम् एकस्मिन्नेव अर्थे. यत् कर्तव्यमस्ति, पातव्यं, स्थातव्यं, करणीयम् अथवा करणीया अथवा कर्तव्या, एकस्मिन्नेव अर्थे. अपि च कर्मणि प्रयोगे अस्ति, कर्मणि. अत्र प्रश्नः अस्ति वा? स्पष्टमस्ति? अस्तु, तर्हि भगिनी अग्रे पठतु. पातव्यं, पिबति इत्यस्य पातव्यं, पातव्यं यत् कर्तव्यं, कर्तव्यमिति अस्य अर्थे पातव्यं नाम शुद्धु, करणीयं, कर्तव्यं, रूपद्वयमस्ति, करणीयं, कर्तव्यं, पानीयं, पातव्यं, गमनीयं, गन्तव्यम्, एवं रूपाणि सन्ति. लेखनीयं, लेखितव्यम्. शुद् what should be done. तर्हि अवगच्छति वा एतावता? अस्तु, अभिनवमहोदय कृपया वदतु एतावता किं सञ्जातं कथायाम्? आरम्भे किं? कश्चन महाराजस्य शय्यायां कस्यचित् महाराजस्य, कश्चन न, कस्यचित् महाराजस्य, कश्चन महाराजः आसीत्, अथवा इदानीमत्र षष्ठी अस्ति खलु, कस्यचित् महाराजस्य, शयायाम कस्यचित् महाराजस्य शयायाम मंद विसर्पणी नामना एका युका आसीत् सा युका महाराजस्य रक्तम आस्वादयन्ति सुखेन वसति स्म अनन्तरं किम् अभवत् अनन्तरं अग्निमुखः नामकः एकः मत्कुडः तत्र आगच्छत् मन्दविसर्पिणी ताम् उक्तवती इदानीं किम् वट् इस् द संस्कृत अत्र मा वसतु अग्निमुखः ताम् उक्तवान् मम अत्र वासनम् प्लीज अलाउ मी टू स्टे हियर न न तथा मा करोतु संघर्षं करोतु अनुमतिः अनुमतिः इति शब्दः अस्ति खलु भगिनी वदतु मम अत्र वासं कर्तुम् इच्छामि मम अहम् अत्र वासं कर्तुम् इच्छामि अनन्तरं किम् अभवत् महाराजस्य वदतु महोदय महाराजस्य रक्तं पीत्वा इच्छति पातुम् इच्छामि अनुमति करोतु अनुमतिं ददातु इति वदति अनन्तरं युका अहं प्रथमं पिबामि अनन्तरं भवान् पिबतु सत्यं अस्तु भगिनि अग्रे अस्तु अहं तथैव करोमि इति अग्निमुखः अङ्गीकृतवान् किञ्चित् कालानन्तरं महाराजः तत्र आगतवान् शय्यायां सुप्तवान् च महाराजस्य इतोपि निद्रा न आगता आसीत् तदानीमेव जिह्वाचापल्यं चापलं निरोद्धुम् असमर्थः अग्निमुखः तं दृष्टवान् महाराजः झटिति दष्टवान् न गृहीतवान् इति न सः दष्टवान् वर्तमानकालरूपे किं रूपं किं दशति दष्टवान् दशति तदानीमेव जिह्वाचापलं निरोद्धुम् असमर्थः अग्निमुखः तं दष्टवान् महाराजः झटिति शय्यातः उत्थितवान् सेवकान् आज्ञापितवान् भोः सेवकाः शय्यायां किमस्ति इति शीघ्रमेव पश्यन्तु इति अस्तु समीचीनं तर्हि किञ्चित् कालानन्तरं महाराजः तत्र आगतवान् शय्यायां सुप्तवान् च स्पष्टं स्यात् स्पष्टमस्ति वा? प्रश्नः अस्ति वा? सुप्तवान् सुप्तः सुप्तः नाम प्रसुप्तः. सुप्तवान् तत्र निद्रां करोति इति सुप्तवान् प्रयोगः लट् लकारेण भवति. सुप्तवान् शेते धातुः स एव इति न जाने, यत् सुप्तवान् इति शेते इति अर्थः वर्तमानकाले. किञ्चित् कालानन्तरं महाराजः तत्र आगतवान् शय्यायां, शय्यायां सुप्तवान् च. महाराजस्य इतोपि निद्रा न आगता आसीत्. तदानीम् एव, तदानीम् अवगतं खलु, इदानीं तदानीं, तदानीम् एव जिह्वाचापलं निरोद्धुं. जिह्वा, जिह्वा चापलं नाम चञ्चलतम् इच्छा, चपलता. अस्तु, जिह्वाचापलं निरोद्धुं. निरोद्धुम् इत्युक्ते संस्कृतेन बाधां कर्तुं, बाधां व्यवधानं कर्तुं, निरोद्धुं खलु. नाम अस्माकम् अभ्यासः भवतु दूरीकर्तुं. बहु किमपि वक्तुं शक्नुमः, जिह्वाचापलं दूरीकर्तुम् असमर्थः, अथवा दूरीकरणं निरोद्धुम् असमर्थः अग्निमुखः तं दष्टवान् मुखेन. दष्टवान् महाराजः झटिति त्वरया, त्वरया शय्यातः उत्थितवान्, सेवकान् आज्ञापितवान्, आदेशं कृतवान्. भोः सेवकाः शय्यायां किमस्ति इति शीघ्रमेव पश्यन्तु इति. स्पष्टमस्ति? सर्वे अपि सेवकाः सर्वाणि शय्यावस्त्राणि परिशीलितवन्तः. अत्रान्तरे मत्कुडः मञ्चस्य रन्ध्रं प्रविष्टवान्. सेवकाः वस्त्रमध्ये स्थितां मन्दविसर्पिणीं दृष्टवन्तः, मारितवन्तः च. स्पष्टं स्यात्? सर्वे अपि सेवकाः सर्वाणि शय्यावस्त्राणि परिशीलितवन्तः, परिशीलनं कृतवन्तः, परिशीलितवन्तः. अत्रान्तरे, अत्रान्तरे इत्युक्ते अस्मिन् अस्मिन् अत्रान्तरे, अस्मिन् समये अत्रान्तरे मत्कुणः मञ्चस्य रन्ध्रं प्रविष्टवान्. अत्रान्तरे नाम तदनन्तरम् इति न, तब् तक् अत्रान्तरे तावता, तावता, तावता, बै दट् टैम्, विदिन् दट् टैम्, बै दट् पायिण्ट्. अत्रान्तरे मत्कुणः मञ्चस्य रन्ध्रं, रन्ध्रं, रन्ध्रम् इत्युक्ते लघु स्थानं, रन्ध्रं प्रविष्टवान्. सेवकाः वस्त्रमध्ये स्थितां मन्दविसर्पिणीं दृष्टवन्तः, मारितवन्तः च. अस्तु, सन्ध्या भगिनी अन्तिमं पठतु. एवम् एवम् दुष्टाय मन् मत्कुनाय आश्रयस्य दानेन मन्दविसर्पिणी स्वयं निष्ठा अतः दुष्टेभ्यः आश्रयः न दातव्यः. अस्तु, अवगतं वा? एवं दुष्टाय, अत्र दुष्टाय इत्युक्ते दुष्टस्य कृते. अहं भवत्याः कृते गतिं ददामि. भवत्याः कृते गतिं ददामि, यस्मै वयं दद्मः तस्य चतुर्थी विभक्तिः भवति. तदर्थं यथा किमर्थं भवती विद्यालयं गच्छति, किमर्थम् अहं पठनार्थं विद्यालयं गच्छामि, पठनार्थं नाम पठनस्य कृते, पठनस्य कृते अथवा पठनाय. तर्हि अत्र एवं दुष्टाय नाम दुष्टार्थं, दुष्टस्य कृते. एवं दुष्टाय मत्कुनाय आश्रयस्य दानेन, आश्रयस्य दानेन, दानेन इति का विभक्तिः? तृतीय. आश्रयस्यति षष्ठी. एतं वाक्यं समीचीनमस्ति. एवं दुष्टाय मत्कुनाय आश्रयस्य दानेन मन्दविसर्पिणी स्वयं नष्टा, स्वयं नष्टा. अतः दुष्टेभ्यः इति चतुर्थी विभक्तिः बहुवचनम्, चतुर्थी बहुवचनमस्ति. यथा दुष्टाय एकवचने आसीत्, अत्र बहुवचनमस्ति. अतः दुष्टेभ्यः आश्रयः न दातव्यः, दानं न कर्तव्यः. केभ्यः? दुष्टेभ्यः आश्रयः, दुष्टेभ्यः. अतः अवगतः वा सर्वे? हा, सत्यम्. किन्तु स्वयं नष्टा वस्तुतः तस्य भूतकालतः अपि अस्ति, नास्ति अपि, नाम नष्टा अभवत् इति वक्तुं शक्नुमः, अथवा श्वः नष्टा भविष्यति, भविष्यति. किन्तु नष्टा स्वयं भूतकालातकः, नाम यत् कार्यं समाप्तमस्ति. आङ्ग्लभाषया यदा वयं डिस्ट्रोय्ड् इति शब्दस्य प्रयोगं कुर्मः, तत्र डिस्ट्रोय्ड् इति भूतकाले अस्ति खलु, भूतकाले अस्ति न वा? डिस्ट्रोय्ड् इति, इति नाम भूतकाले अस्ति एव, भूतकालातकः अस्ति, भूतकालातकशब्दः अस्ति न डिस्ट्रोय्ड्. तथैव tomorrow we will be destroyed, kintu destroyed iti shabdah bhutakalarthe asti. Nashta api tatha. Gate maase pustakam nashtam jatam, agrime maase pustakam nashtam bhavishyati, kintu nashtam iti bhutakalarthe asti, nama karyam samaptam. Agre gatva karyam samaptam bhavitum arhati. भूतकाल अपि, भूते नाम गते वर्षे, गते मासे अपि अवगतं स्यात्. तो तथा तथा. इतोपि इत्युक्ते इतोपि, इतोपि कुत्र अस्ति? महाराजस्य इतः अपि महाराजस्य इतः अपि नाम तदानीम् अत्र अत्र इतोपि इत्युक्ते तदानीम् तदानीं किन्तु इतोपि इत्यस्य सामान्यतया इतोपि इत्युक्ते अधिकं नाम अहं भोजनं प्रवेशयामि भोजनं ददामि अनन्तरं किञ्चित् कालानन्तरम् आगत्य पृच्छामि इतोपि इच्छति वा अधिकम् इच्छति वा इतोपि तत्र सामान्यार्थः इतोपि इच्छामि इतः अपि इच्छामि अधिकमिच्छामि अत्र अर्थः भिन्नः सामान्यार्थः नास्ति अत्र अत्र तदानीम् अथवा एतावता हा सत्यं सत्यम् अन्य कोऽपि प्रश्नः अस्ति वा अस्तु अस्माकं प्रगतिः बहु शीघ्रमस्ति अग्रे गच्छेम यत्र तत्र इति अस्माभिः कृतम् इदानीं तुमून् तुमून् पत्याः किञ्चित् समयः अस्ति तुमून् पत्याः वयम् इदानीं जानीमः पूर्वमेव वयं दृष्टवन्तः प्रतिदिनं तस्य प्रयोगं वयं कुर्मः खलु तुमून् तथापि तुमून् पत्याः अत्र सन्दीपः क्रीडाङ्गणं गच्छति क्रीडति सन्दीपः किमर्थं क्रीडाङ्गणं गच्छति सन्दीपः क्रीडितुं क्रीडाङ्गणं गच्छति सन्दीपः क्रीडाङ्गणं गच्छति क्रीडति सन्दीपः क्रीडितुं क्रीडाङ्गणं गच्छति बालकः विद्यालयं गच्छति पठति बालकः किमर्थं विद्यालयं गच्छति वाक्यं वदतु बालकः पठितुं विद्यालयं गच्छति पठितुं विद्यालयं गच्छति तर्हि पठति इत्यस्य पठितुं क्रीडति सर्वे वदन्तु खादति पतति पतितुं प्रेषयति प्रक्षालयति स्थापयति सूचयति रोदिति भवति निन्दति इदानीम् इति एतानि रूपाणि सामान्यरूपाणि सन्ति एतावता इदानीम् इदा पठति पठितुम् इति सामान्यरूपाणि सन्ति इदानीं ददाति ददाति इति दातुम् अनन्तरम् इदानीं स्मरति स्मर्तुम् इदानीम् इच्छति एष्टुम् एष्टुम् इदानीं स्वीकरोति स्वीकर्तुं गृह्णाति गृह्णाति ग्रहीतुम् इदानीम् आनयति आनयति नयति नेतुं तर्हि अत्र किं भवति यत् एकवारम् अहम् उक्तवान् रूपद्वयमस्ति तत्र त्वा अपि च तुमुन् भूतकाले यद् रूपं भवति यथा दत्तवान् तदेव दत्तवान् तत्र द्वित्वं तकारस्य द्वित्वमस्ति दत्तवान् इदानीं त्वा इति रूपं तथैव भवति दत्तवान् दत्त्वा यथा भूतकालस्य रूपम् अस्ति असामान्यरूपमस्ति चेदपि तथा भवति दत्तवान् दत्त्वा इदानीं भविष्यत्कालः ददाति चेत् भविष्यत्कालः किं दास्यति तत्र दास्यति इत्यस्य दातुं भविष्यत्कालः यथा भवति तथा भवति तुमुन् तर्हि दत्तवान् दत्त्वा दास्यति दातुम् उपविष्टवान् न इदानीं यथा भूतकालः भवति तथा भवति त्वा अतः अहं भूतकालस्य रूपं वदामि भवन्तः त्वा रूपं वदन्तु अहं भविष्यत्कालस्य रूपं वदामि भवन्तः तुमोन् इति वदन्तु उपविष्टवान् किन्तु उप अस्ति खलु उप न उपविष्टवान् तर्हि ए उपवेश्यतु न भवितुमर्हति नाम यथा रूपमस्ति तत्र नाम साहाय्यं स्वीकरोतु साहाय्यं स्वीकरोतु उपविष्टवान् उपविश्य उप अस्ति खलु अतः ल्यप् उपसर्गः अस्ति तर्हि उपवेक्ष्यति न अत्र न नाम त्वा अथवा ल्यप् भूतकालस्य अनुगुणं तु मून् भविष्यत्कालस्य चिन्तयतु दत्तवान् किं भवति त्वा इति वदतु दत्त्वा दास्यति तुमुन् दातुम् इदानीम् उपविष्टवान् उपविश्य उपवेश्य न भवितुमर्हति यतोहि उपविष्टवान् अस्ति उपविष्टवान् उपविश्य उपवेक्ष्यति न इदानीं तु उपवेष्टुं नाम तत्र एकारः अस्ति उपवेक्ष्यति उपवेष्टुम् उपविष्टवान् उपविश्य इकारः एकारः तत्र यथा भूतकालः तत्र त्वा यथा भविष्यत्कालः तथा तु स्मृतवान् न एकवारं शृणोतु भूतकालस्य यथा तथा त्वा तुमुन् न यथा भूतकालः तथा त्वा यथा भविष्यत्कालः तथा तुमुन् अतः स्मृतवान् किन्तु उपसर्गः नास्ति किमर्थं तुमुन् भूतकालः यथा तथा त्वा अवगच्छति वा यथा भूतकालः स्मृतवान् तथा क्त्वा भवति न तु न तु तुमुन् स्मृतवान् स्मृत्वा स्मरिष्यति किन्तु स्मर्तुं नाम तत्र प्रश्नः भवति स्मृतवान् स्मृत्वा स्मरिष्यति स्मर्तुम् अनन्तरम् इष्टवान् भगिनि चिन्तयतु तुमुन् भविष्यत्कालस्य भूतकालस्य भवति क्त्वा अवगच्छति वा भूतकालस्य क्त्वा भविष्यत्कालस्य तुमुन् तर्हि इष्टवान् इष्ट्वा एषिष्यति एष्टुम् इष्टवान् इष्ट्वा एषिष्यति एष्टुम् अनन्तरं स्वीकृतवान् स्वीकृत्य स्वीकरिष्यति स्वीकर्तुं तर्हि स्वीकृतवान् स्वीकृत्य स्वीकरिष्यति स्वीकर्तुम् अनन्तरं गृहीतवान् गृहीत्वा क्षम्यताम् अत्र गृहीतवान् इति अस्ति गृहीतवान् गृहीत्वा ग्राहीष्यति ग्रहीतुम् ग्रहीतवान् ग्रहीत्वा ग्रहीष्यति ग्रहीतुम् नाम तत्र युगलमस्ति फेर् भूतकालस्य यथा तथा त्वा भविष्यत्कालस्य यथा तथा तुमुन् आनीतवान् आनीय अथवा नीतवान् हा नीतवान् नीत्वा नेष्यति नेतुम् नी ने सन्धिभगिनी अवगच्छति वा अवगच्छति अस्तु तर्हि भवती वदतु क्रीतवान् नाम क्रीडति इत्यस्य क्रीतवान् अत्र क्रीणाति क्रीणाति इति अस्ति क्रीणाति इत्यस्य क्रीतवान् किं भवति न न क्रीतवान् अहं वदामि भूतकालस्य अनुगुणं क्रीतवान् क्रीत्वा क्रेष्यति क्रेतुम् अत्र क्री क्रे क्रीतवान् क्रीत्वा क्रेष्यति क्रेतुम् अवगतम् अस्तु अभिनवमहोदय आहूतवान् क्षम्यताम् आहूतवान् उपसर्गः अस्ति आहूतवान् आहूय आह्वास्यति आह्वास्यति आह्वास्यति आह्वास्यति आह्वातुम् आह्वास्यति आहूतवान् आहूय आह्वास्यति आह्वातुम् इति असामान्यरूपाणि तथा भवति भूतकालस्य रूपं तत् यथा तथा क्त्वा न भविष्यत्कालस्य रूपं यथा तथा तुमुन् अस्तु इदानीं पीतवान् पीत्वा पास्यति पातुम् लिखितवान् लिखितवान् लिखित्वा लेखिष्यति नीतवान् नेष्यति नेतुम् दृष्टवान् दृष्टवान् द्रक्ष्यति द्रष्टुम् दृष्टवान् दृष्ट्वा द्रक्ष्यति पुनः द्रष्टुम् दृष्टवान् दृष्ट्वा द्रक्ष्यति द्रष्टुम् अस्तु पृष्टवान् प्रक्ष्यति प्रष्टुम् पृष्टवान् प्रक्ष्यति मिलितवान् मेलिष्यति कृतवान् करिष्यति श्रुतवान् श्रोष्यति श्रोतुम् अवगतवान् समीचीनमस्ति अस्तु इदानीं त्यक्तवान् अत्र अत्र भागत्रयमस्ति यत्र सामान्यरूपाणि सन्ति इदानीम् असामान्यरूपाणि वयं कृतवन्तः कुत्रचित् परिवर्तनं न भवति त्यजति तत्र त्यक्तवान् त्यक्ष्यति त्यक्तुं नाम त्यजति भिन्नमस्ति किन्तु क्त्वा तुमुन् समानमस्ति जानाति ज्ञातवान् ज्ञास्यति ज्ञातुं शक्नोति शक्तवान् शक्ष्यति इति सामान्यरूपाणि सन्ति. इदानीं वक्ति उक्तवान् वक्ष्यति वक्तुम् उक्त्वा वक्तुम् अस्तु समीचीनमस्ति. इदानीं यत्र इच्छा अस्ति तत्र वयं प्रयुज्महे. तत्र बालकः विद्यालयं गच्छति. इदानीं बालकः विद्यालयं गन्तुम् इच्छति. समापयामः. बालकः विद्यालयं गच्छति. बालकः विद्यालयं गन्तुम् इच्छति. रमेशः क्रिकेट् क्रीडति. रमेशः क्रिकेट् क्रीडितुम् इच्छति. रघुवीरः पठति. रघुवीरः पठितुम् इच्छति. हा मुकेशः वदति. मुकेशः वदति. मुकेशः वक्तुम् इच्छति. तत्र हा समीचीनम्. अनन्तरं लता क्रीडति. विद्या सन्ध्या भगिनी लता क्रीडति. लता क्रीडितुम् इच्छति. हा समीचीनम्. हा वेङ्कटेशः चालयति. वेङ्कटेशः चालयितुमिच्छति. महेशः चलनचित्रं पश्यति. महेशः चलनचित्रं किमस्ति पश्यति. अत्र भविष्यत्कालः हा भविष्यत्कालः किम् अस्ति. द्रक्ष्यति. द्रष्टुमिच्छति. हा समीचीनमस्ति. अनन्तरं षण्मुखः गृहे वासं करोति. अस्तु षण्मुखः गृहे वासं करोति. षण्मुखः गृहे वसितुम् इच्छति. हा तत्र वासं कर्तुम् इच्छति. हा अस्तु. वासुदेवः देहलीं गच्छति. भगिनी सन्ध्या. वासुदेवः देहलीं गच्छति. दिल्ली देहलीं. ओ दिल्ली. देहलीं. वासुदेवः देहलीं गच्छति. वासुदेवः देहलीं. हा महिला आभरणं धरति. धर्तुम् हा पुरुषः शक्तिं प्रदर्शयति. हा समीचीनम्. समीचीनम्. पण्डितः कथां वदति. पण्डितः कथां वक्तुम् इच्छति. हा गायकः गीतं गायति. गायकः गीतं गातुम् इच्छति. हा अस्तु अस्तु. समयः समाप्तः. तर्हि इदानीं विरमाम. ततः अग्रे गच्छामः अग्रिमे सप्ताहे. अस्तु. नमस्कारः.